अस्तु, इदानीं तर्हि संयोगस्य प्रसङ्गे किञ्चित् इति करपत्रे वयं स्मः. अत्र प्रथमं तत्र मूर्तगत क्रियया तत्र मूर्तान्तरेण विभुनात् संयोगः भवति इति एकं दृष्टवन्तः आरम्भे. तदनन्तरं यदा अवयवस्य संयोगः मूर्तान्तरेण भवति चेत् अथवा अन्यद्रव्यान्तरेण भवति चेत् सः संयोगः अवयविनी अपि भवति. प्रथमसंयोगः कर्मजः संयोगः, द्वितीयसंयोगः इत्युक्ते अवयविनी यः संयोगः जायते सः संयोगः संयोगजः संयोगः इति अपि अस्माभिः दृष्टम्. तर्हि तत्र एव एकः प्रश्नः आगतः, अत्र कश्चन प्रश्नः तत्र एव स्थगितवन्तः. तर्हि तस्मिन् विषये किञ्चित् चिन्तनं कृत्वा अग्रे सरेम. तत्र प्रश्नः आसीत्, अस्तु तर्हि सुनील् महोदय भवान् पठति वा तत्र प्रश्नः कः इति, अस्मिन् प्रसङ्गे कश्चन प्रश्नः उदेति इति अस्ति खलु. अस्मिन् प्रसङ्गे कश्चन प्रश्नः उदेति, हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः इति यदा भवति तदा हस्ते जाता या क्रिया सा च शरीरे नास्ति किम्? शरीरे अस्ति चेत् शरीरपुस्तकयोः संयोगः किमर्थं कर्मजः न स्यात्? अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्. अत्र प्रश्नः अस्ति, यदा हस्तपुस्तकयोः संयोगः भवति, वयं जानीमः हस्ते या क्रिया अस्ति कारणेन तत्र कर्मजः संयोगः इति अस्ति इति. यदा वयं अवयव अवयविनी इति स्वीकुर्मः, अत्र हस्तः शरीरस्य भागः, अतः शरीरे अपि कर्मजः संयोगः अस्ति वा इति एव प्रश्नः. एकक्षणम्, अवयव अवयविनी इति अवयव अवयवी इति चिन्तयामः चेत् अत्र शरीरस्य भागः हस्तः अथवा हस्तः अवयवः शरीरम् अवयवी इति चिन्तयामः चेत् तत्र किं भवति इति अस्माभिः पूर्वम् उक्तम्. वयं पूर्वं दृष्टवन्तः अत्र संयोगजः भवति इति. तर्हि तत्र किमर्थं संयोगजः भवति तथा? अत्र आसीत् केवलं कस्य केन सह संयोगः भवति प्रत्यक्षे तदेव कर्मजः, तस्य एषः अवयवः भवति तदेव कर्मजः इति. अवयविनी इति संयोगजः एव भवति इति अत्र कुलालस्य पिता यदा कुलालं प्रति कारणं, परन्तु कुलालस्य कुलालेन निर्मितं घटं प्रति न कारणम् इति अपि उदाहरणं दृष्टवन्तः. तादृश उदाहरणरीत्या अवयवः कर्मजः, अवयवी संयोगजः इति तत्र क्रिया भवति इति. अवयविनी यः संयोगः अस्ति सः संयोगजः, अवयविनी अवयवी संयोगजः न, परन्तु अवयविनी यः संयोगः अस्ति सः संयोगः संयोगजः खलु. अस्तु, तर्हि यदा कुलालस्य उदाहरणम् उक्तवान् तर्हि तत्र अस्मिन् उदाहरणे इत्युक्ते क्रिया क्रियया हस्तपुस्तकयोः संयोगः, तदनन्तरं शरीरपुस्तकयोः संयोगः खलु. तर्हि अत्र कुलालस्य पिता यथा घटं प्रति कारणं नास्ति, तद्वत् अत्र कः अथवा का किं प्रति कारणं नास्ति? कुलारस्य पिता कर्मजः प्रति कारणं नास्ति. कुलालस्य पिता कर्मजः प्रति कारणं नास्ति वा? न, कुलालस्य पिता घटं प्रति कारणं नास्ति खलु इति. तद्वत् अत्र क्रिय, तर्हि अत्र कुलालस्य पिता आसीत् कुलालः, अनन्तरं घटं. तर्हि कुलालस्य पिता कुलालः कुलालं प्रति कारणं, कुलालः घटं प्रति कारणम् इति क्रमः आसीत्. तद्वत् अत्र अस्ति क्रिया कर्मजः संयोगः संयोगजः संयोगः खलु. तर्हि अत्र क्रमः किम्? अत्र हस्तपुस्तकयोः इति वा? हा, अत्र हस्तपुस्तकयोः इति सत्यं, परन्तु तत्र इदानीं क्रिया अस्ति, क्रियया कर्मजः संयोगः, कर्मजसंयोगेन अत्र संयोगसंयोगः इति क्रमः अस्ति खलु. तत्र यथा कुलालस्य पिता घटं प्रति कारणं नास्ति, तथा अत्र कः किं प्रति कारणं नास्ति इति प्रश्नः. अत्र शरीरं शरीरं पुस्तकसंयोगं प्रति कारणं नास्ति इति, केवलं हा हा हा तथा नास्ति खलु. तत् अत्र क्रिया अस्ति, क्रिया इति कर्मजसंयोगः इति, यः हस्तपुस्तकयोः संयोगः भवति कर्मजसंयोगः, तत् प्रति क्रियाकारणम्. इदानीं शरीरपुस्तकयोः यः संयोगः भवति तत् प्रति कर्मजसंयोगः एव कारणं, न तु क्रिया. इत्युक्ते यथा कुलालस्य पिता घटं प्रति कारणं नास्ति, तथा क्रिया शरीरे जायमानः संयोगः प्रति कारणं नास्ति. अवगच्छति वा? इत्युक्ते हस्ते जायमाना क्रियया हस्तपुस्तकयोः संयोगः अथवा कर्मजः संयोगः इति वदामः. परन्तु शरीरे विद्यमाना क्रिया, एकक्षणं, शरीरे इदानीं क्रिया कस्मात् आगतं? तत्र क्रिया तु हस्ते एव अस्ति खलु? क्रिया हस्ते एव अस्ति. तर्हि शरीरे अस्ति संयोगः. आम् आम्, तत्र संयोगजः अस्ति. हा, शरीरस्य शरीरे यः संयोगः भवति स च संयोगः अस्ति संयोगजः. इत्युक्ते हस्तपुस्तकयोः यः संयोगः अस्ति, तेन संयोगेन शरीरपुस्तकयोः संयोगः आगतः. तर्हि तस्य संयोगस्य कृते क्रियाकारणं नास्ति, हस्ते विद्यमाना क्रिया अत्र कारणं नास्ति इति तत्र क्रमः. अवगच्छति वा? तर्हि क्रिया कारणं भवति केवलं हस्तपुस्तकयोः कर्मजः संयोगः, संयोगः यः अस्ति तं प्रति. तदनन्तरं शरीरपुस्तकयोः यः संयोगजः संयोगः भवति तं प्रति कर्मजः संयोगः एव कारणं, न तु हस्ते विद्यमाना क्रिया. उत्तमम्. तर्हि इदानीं प्रश्नः कः? इदानीं प्रश्नः अस्ति, यदा भवान् उक्तवान् हस्तः इति शरीरस्य भागः खलु, अथवा हस्तः अवयवः शरीरम् इति, शरीरः इति अवयवी, तर्हि हस्ते क्रिया भवति चेत् सा क्रिया शरीरे अपि भवति वा? शरीरे अपि भवति चेत् तत्र किमर्थं तत्र हस्तपुस्तकयोः संयोगः यथा कर्मजः अस्ति, तद्वत् शरीरपुस्तकयोः संयोगः अपि किमर्थं कर्मजः नास्ति इति प्रश्नः इदानीम्. प्रश्नः अवगच्छति वा? प्रश्नम् अवगच्छामि. अस्तु, तर्हि भवान् किं चिन्तयति अत्र? अत्र हस्तपुस्तकयोः संयोगः तस्मिन् उदाहरणे तत्रापि क्लेशः अस्ति, परन्तु कुलालस्य च कुलालस्य पिता अनन्तरं घटः तस्मिन् उदाहरणे किञ्चित् भिन्नम् इति अहं चिन्तयामि. इत्युक्ते तत्र कुलालः भिन्नद्रव्यं, कुलालस्य पिता तदपि भिन्नद्रव्यं, घटमपि घटः अपि भिन्नद्रव्यं. तत्र त्रयः द्रव्याः त्रीणि द्रव्याणि सन्ति इति अहं चिन्तयामि. परन्तु अत्र हस्तपुस्तकयोः अथवा शरीरपुस्तकयोः इति वदामः चेत् तत्र द्रव्यद्वयमेव इति अहं प्रत्यक्षे चिन्तयामि. तदेव मम प्रश्नः अपि अस्ति. अहं चिन्तयामि अत्र शरीरे अपि तादृशसंयोगः अस्ति इति एव मम चिन्तनम्. अस्तु, उत्तमं, सम्यक्. तत्र भवतः चिन्तनं सम्यक् अस्ति. भवतु, तत्र इदानीं पुष्पा भगिनी भवती किं चिन्तयति? अत्र संयोगजः पुस्तक ऐ मीन् शरीरपुस्तकयोः संयोगजः अस्ति. परन्तु हस्ते यदा क्रिया जाता चेत् सा क्रिया शरीरे नास्ति किम्? न, शरीरे संयोगजेन अस्ति. न, संयोगः इति इदानीं किञ्चित् पृथक् स्थापयतु. तत्र हस्ते यदा क्रिया भवति सा क्रिया शरीरे अस्ति वा नास्ति वा? शरीरे तु अस्ति. हा, तर्हि यदा शरीरे अपि अस्ति चेत् किमर्थं संयोगजः संयोगः इति भवती वदति इति प्रश्नः. तर्हि अवयवी न तथैव अवयव अवयवी न सम्यक्, परन्तु अवयव अवयवी इति अस्ति, परन्तु क्रिया तु हस्ते अपि भवति शरीरे अपि भवति खलु. तर्हि हस्ते कर्मजः संयोगः अस्ति, क्रिया शरीरे अपि जाता चेत् शरीरे अपि कर्मजः संयोगः एव भवतु. किमर्थं तत्र भिन्नसंयोगः? प्रश्नः अवगच्छति वा इदानीं? शरीरः अवयवी न शरीरः अवयवी इति सत्यं, परन्तु तत् पृथक् स्थापयतु. तत्र प्रश्नः अस्ति, हस्ते क्रिया भवति सा च क्रिया शरीरे अपि भवति चेत् किमर्थं कर्मजसंयोगः केवलं हस्ते, किमर्थं शरीरे न इति प्रश्नः. तत् प्रश्नः अवगच्छति वा? अवगच्छामि. अस्तु, अग्रे भवती एव पठतु. तर्हि प्रश्नः एवं यत् हस्ते या कापि क्रिया जायते सा च क्रिया शरीरे अपि अस्ति न वा? यत्र हस्ते क्रिया अस्ति तत्र शरीरे अपि क्रिया अस्ति किल, यतोहि हस्तः शरीरस्य भागः. कथं वक्तुं शक्नुमः यत् हस्ते क्रिया अस्ति किन्तु शरीरे क्रिया नास्ति? हस्ते जाता क्रिया शरीरे जाता क्रिया, अनयोः मध्ये भेदः अस्ति किम्? वस्तुतः हस्तः इति कथनेन अवयवः एव स्वीक्रियते. हा, न्यायशास्त्रस्य कश्चन सिद्धान्तः एवं यत् इदानीं हस्ते क्रिया जाता सा क्रिया शरीरे अपि जाता इति वक्तव्यं चेत् हस्तः शरीरम् इत्यनेन इत्येतत् द्वयम् अभिन्नं स्यात् इत्युक्ते एकमेव स्यात् हस्तः शरीरम् इत्येतत् द्वयम् अभिन्नं स्यात् इत्युक्ते एकमेव स्यात्, किन्तु वस्तुतः तथा नास्ति. हस्तः भिन्नः, शरीरः भिन्नम् इति स्वीक्रियते न्यायशास्त्रे. अवयवः अवयवी इति परस्परं भिन्नम्. भिन्नम् इत्यस्य अर्थः पृथक् पृथक् भवति इति न, किन्तु पदार्थः भिन्नः अस्ति. अवगच्छामः अत्र प्रश्नः उदेति, तर्हि प्रश्नः एवं यत् हस्ते या कापि क्रिया जायते सा च क्रिया शरीरे अपि अस्ति न वा, तत् प्रश्नः अस्ति. यत्र हस्ते क्रिया अस्ति अत्र तत्र शरीरे अपि क्रिया अस्ति, यतोहि हस्तः शरीरस्य भागः अवयवः. कथं वक्तुं शक्नुमः यत् हस्ते क्रिया अस्ति किन्तु शरीरे क्रिया नास्ति? अतः प्रश्नः अस्ति उदेति, हस्ते जाता क्रिया, शरीरे जाता क्रिया, कापि हस्ते क्रिया जाता तथैव शरीरे अपि क्रिया जाता. अनयोः मध्ये द्वयोर्मध्ये भेदः अस्ति वा प्रश्नः अस्ति. वस्तुतः हस्तः इति कथनेन अवयवः एव स्वीक्रियते. अधुना आवां वयं दृष्टामः न द्रक्ष्यामः इति न्यायशास्त्रस्य कश्चन सिद्धान्तः एवं यत् इदानीं हस्ते क्रिया जाता सा क्रिया शरीरे अपि जाता इति वक्तव्यं चेत्, हस्तः शरीरम् इत्येतत् द्वयम् अभिन्नं स्यात् इत्युक्ते एकमेव स्यात्. अत्र वदति न्यायशास्त्रस्य सिद्धान्तं, हस्ते क्रिया जाता सा क्रिया शरीरे अपि जाता इति वक्तव्यं चेत्, हस्तः शरीरम् इत्येतत् द्वयम् अभिन्नं, तत्तु भिन्नभिन्न द्रव्यमस्ति. शरीरं हस्तः तु एकमेव अस्ति. न, भवती यदा वदति मम विश्वासः नास्ति भवती तत्र अवगच्छति वा न वा इति. शरीरं हस्तः इति न्यायशास्त्रस्य सिद्धान्तः कः? तत्र यत् करपत्रे अस्ति तत् पुनः मा पठतु, भवती स्वस्य शब्दैः वदतु किञ्चित्. तत्र न्यायशास्त्रस्य सिद्धान्तः कः? सिद्धान्तः वदति हस्ते क्रिया जाता. न, भगिनी इदानीमेव उक्तवती, करपत्रे यदस्ति कृपया तत् पुनः मा पठतु, पठति चेत् मम द्वयोः शरीरे वा न हस्ते क्रियां करोति चेत् तत्तु शरीरे अपि अस्ति. न, तथा न, तदेव अस्तु तत्र अस्ति. यदा तथा वक्तव्यं चेत् इत्युक्ते यदा हस्ते क्रिया या क्रिया जाता सा क्रिया इत्युक्ते हस्ते विद्यमाना क्रिया शरीरे अपि विद्यमाना भवति इति यदा नियमः आगच्छति चेत्, यदि यदा अस्माभिः तत्र तथा भवेत् इति अस्ति चेत् कथं तथा भवति इत्युक्ते हस्तः शरीरः इति अभिन्नः भवति चेत् इत्युक्ते हस्तम् इति एकं द्रव्यं शरीर हस्तः इति द्रव्यम् अपि च शरीरः इति यः द्रव्यमस्ति द्वयमपि एकमेव द्रव्यम् इत्युक्ते अभिन्नम् इत्युक्ते भिन्नभिन्नद्रव्यं नास्ति परन्तु एकमेव द्रव्यमस्ति इति अस्ति चेत् तथा एव तदा एव तथा वक्तव्यम् इत्युक्ते वक्तुं शक्नुमः इत्युक्ते यदा हस्तः शरीरं द्वयमपि समानं द्वयमपि एकमेव इति यदा अस्ति तदा एव हस्ते विद्यमाना क्रिया शरीरे अपि विद्यमाना भवति इति वक्तुं शक्नुमः इत्युक्ते भवती भवत्याः नाम अस्ति पुष्पा खलु चिन्तयतु अहं भवती महिला अपि अस्ति तर्हि इदानीं यदा अहं वदामि पुष्पा महिला तर्हि पुष्पा इत्युक्ते अपि भवती अस्ति महिला इत्युक्ते अपि भवती एव तर्हि तदा तत्र महिला अपि च पुष्पा इति समानद्रव्यं सूचयति तदा एव अहं वक्तुं शक्नोमि तत्र महिलायां या क्रिया अस्ति सा च क्रिया पुष्पायामपि अस्ति इति परन्तु तथा नास्ति खलु इदानीं हस्तशरीरयोः मध्ये हस्तः इति भिन्नद्रव्यं शरीरः इति भिन्नद्रव्यम् हस्तः इत्युक्ते शरीरम् इति नास्ति अवगच्छति वा हा इति अस्ति इति कृत्वा तत्र तथा वक्तुं न शक्नुमः शरीरम् इति भिन्नं हस्तः इति भिन्नः इति कृत्वा तथा न वक्तुं शक्नुमः अवयवी इति तत्र अवयवः अवयवी द्वयमपि नितरां भिन्नः अस्ति तत् तयोः मध्ये कपालः इत्युक्ते घटः इति वक्तुं न शक्नुमः घटः भिन्नः कपालः भिन्नः तदर्थमेव कपाले विद्यमाना क्रिया घटे अपि तदेव क्रिया विद्यमाना अस्ति इति वक्तुं न शक्नुमः इति अस्तु तर्हि अग्रिमपरिच्छेदः पठतु यथा पुस्तकम् अग्रिमपरिच्छेदः पठतु भगिनि रूपम् इति एतद्द्वयम् अस्ति यथा पुस्तकं रूपम् इति एतद्द्वयम् अस्ति द्वयम् पुस्तकं रूपम् ओके पुस्तकम् अपि रूपम् अपि एतद्वयम् अस्ति पुस्तकम् इति पदार्थः भिन्नः रूपम् इति पदार्थः भिन्नः हा एकनिमिष भगिनि भगिनि अहम् एकं प्रश्नं पृच्छामि वा अतः हा हा पृच्छतु महोदय अत्र अधः पुनः हस्तः अवयवी अङ्गुली अवयवः इति अपि चिन्तयितुं शक्नुमः अतः अग्रे वयं वदामः वा हा तदपि चिन्तयितुं शक्नुमः सत्यमेव अङ्गुलिभिः एव स्पर्शनं भवति अतः अङ्गुलिभिः अवयवः प्रत्येकम् अङ्गुलि अपि अवयवः एव खलु तर्हि तत्र अङ्गुलीषु विद्यमाना क्रिया हस्ते न भवति अतः पुनः अधिकं चिन्तयामः चेत् शरीरे एव सः स्पर्शनं इत्युक्ते कर्मजः इति न भवति एव किल अतः सर्वदा हा इति अग्रे आगच्छति परन्तु तत्र विवक्षा अनुगुणं साधारणतया भवति अग्रे किञ्चित् इतोपि किञ्चित् अधिकम् आगच्छति तत्र किञ्चित् पठेम तदनन्तरम् अपि प्रश्नः अस्ति चेत् निश्चयम् इतोपि किञ्चित् चर्चां कर्तुं शक्नुमः पुस्तकम् इति पदार्थः भिन्नः रूपम् इति पदार्थः भिन्नः तद्वयम् अपि मिलित्वा भवति इति सत्यं किन्तु द्वौ पदार्थौ परस्परभिन्नौ, तथैव हस्तः शरीरम् इति पदार्थद्वयं परस्परभिन्नं भवति. अधुना हस्ते या क्रिया जाता सा क्रिया शरीरे जाता इति वक्तव्यं चेत् हस्तः शरीरं च समानं स्यात्. समानं नास्ति चेत् हस्ते जाता क्रिया शरीरे अपि अस्ति इति वक्तुं न शक्यते. हस्तः शरीरम् एतद्वयं भिन्नं भिन्नं भिन्नम् इति स्वीकुर्मः. किमर्थम् इत्युक्ते शरीरस्य हस्तः एव कारणं. सर्वदा कार्यं कारणं भिन्नम् एव भवति. सर्वदा कार्यं कारणं भिन्नम् एव भवति न्यायशास्त्रे. यथा पुस्तकं रूपम् इति भगिनी क्षम्यताम्, एकः तत्र पुनः यत् अस्ति तदेव पुनः मा पठतु भगिनी. भवती यदा तदा पठित्वा वदामि, न पठति चेत् तदेव पुनः वदति भगिनी. तत्र यद् अवगच्छति तद् वदतु, नो चेत् किमर्थं वदामि इत्युक्ते मम कृते तत्र किञ्चित् भ्रमः भवति, भवती अवगच्छति वा न वा इति. तदर्थमेव वदामि. पुस्तकं रूपं द्वयम् अस्ति इति द्रव्यं न पुस्तकं रूपं द्रव्यं नास्ति, रूपं गुणम् अस्ति. तत्र किम् अस्ति, द्रव्यम् इति अस्ति वा? तत्र द्रव्यम् इति अस्ति वा? तत्र द्रव्यं नास्ति, द्रव्यम् एतद् द्वयम् अस्ति. द्वयं मम भ्रम अस्ति. तदर्थमेव अत्र पदार्थः अस्ति न तु द्रव्यम् इति. पदार्थः पुस्तकं तु पदार्थः, भिन्नपदार्थः. रूपं तु भिन्नपदार्थः. पुस्तकमिति द्रव्यं, रूपमिति गुणं. गुणः उत्तमः. गुणः तद्द्वयम् अपि मिलित्वा भवति इति सत्यं. द्वे अपि मिलित्वा भवति. कुत्र भवति? रूपं, पुस्तकस्य रूपम्. उत्तमं. पुस्तकस्य रूपम् इति तत्र मिलित्वा एव भवति, परन्तु पुस्तकं भिन्नं, रूपं भिन्नं. परस्परभिन्नः भिन्नौ अस्ति. तथैव हस्तः शरीरम् इति पदार्थद्वयं परस्परभिन्नम् अस्ति. तथैव हस्तः शरीरं तु भिन्नं भिन्नपदार्थाः. पदार्थौ. अधुना हस्ते या क्रिया जाता सा क्रिया. अत्र एकं विषयं वक्तुं च शक्यते चेत् तत् हस्ते या क्रिया या जाता तत्तु शरीरे तु क्रिया जाता इति समानं. तत्र हस्तः शरीरं समानं अस्ति चेत् तथैव वक्तुं शक्नुमः. समानं नास्ति चेत् न वक्तुं शक्नुमः. हस्तः शरीरम् एतद्वयं भिन्न भिन्नं भिन्नम् इति स्वीकुर्मः. तत्तु इदानपि इदानीम् आवां उक्तं हस्तः शरीरं भिन्नभिन्नम् इति स्वीकुर्मः. किमर्थम् इत्युक्ते शरीरस्य हस्तः एव कारणं. तत् कः हस्तः शरीरस्य अवयवः तथैव हस्तः एव कारणं सर्वदा हस्तः अवयवः इति कृत्वा हस्तः शरीरस्य कारणम् उत्तमं कार्यं कारणं भिन्नम् एव भवति न्यायशास्त्रे तत् अर्थं समीचीनं हा तत्र इदानीं भवती उक्तवती खलु तत्र हस्तः इति अवयवः शरीरम् इति अवयवी तर्हि अवयवः कारणं भवति अवयवी इति कार्यं प्रति इत्युक्ते कपालः घटं प्रति कारणं तद्वत् हस्तः इति कारणमस्ति शरीरम् इति कार्यं प्रति तर्हि कार्यं कारणं नितरां भिन्नं भवति न्यायशास्त्रे उत्तमं तर्हि सुनील् महोदय भवान् पठति वा अग्रे कुत्रचित् अपरस्मिन् शास्त्रे कारणमेव किञ्चित् परिवर्तनं प्राप्य कार्यं भवति दृष्टान्ते दशसु चषकेषु जलम् अस्ति तानि सर्वाणि जलानि एकस्मिन् पात्रे स्थापयामि चेत् महत् जलं जायते इदानीं महती पात्रे यत् जलं तस्य कारणं किम् इति चेत् लघुषु चषकेषु विद्यमानानि जलानि एव चषकेषु विद्यमानं जलं भिन्नं महति पात्रे विद्यमानं जलं भिन्नं न्यायशास्त्रम् अनुसृत्य किन्तु अद्वैतवेदान्ते तद्भिन्नं भिन्नम् इति न स्वीक्रियते किन्तु अद्वैतवेदान्ते तद्भिन्नं भिन्नम् इति न स्वीक्रियते इदानीम् अत्र अपरस्मिन् शास्त्रे भिन्नरीत्या वदति इति एव अस्ति उदाहरणरीत्या बहवः चषकाः सन्ति तत्र दशसु चषकेषु इति अस्ति इति उदाहरणे एकैक चषके जलानि अस्ति जलमस्ति एकं महती पात्रं स्वीकृत्य सर्वं जलं तत्रैव स्थापयामः चेत् तत्र महती पात्रे यज्जलम् अस्ति तत् तस्य कारणं लघुषु चषकेषु आसन् जलमेव इति अतः ततः तत्र चषकेषु जलमासीत् तद्भिन्नं महती पात्रे जलमस्ति इदानीं तद्भिन्नम् इति न्यायशास्त्रं वदति परन्तु अद्वैतवेदान्ते एके तादृशं नास्ति तद् एकमेव इति स्वीकरोति तावद् इत्युक्ते तत्र न्यायशास्त्रे कार्यकारणयोः मध्ये भेदः अस्ति इति एव अग्रे पठतु महोदय अधुना अस्मिन्नेव उदाहरणे सामान्यचिन्तनानुसरणं अपि जलस्य पात्रे स्थापनानन्तरं तत्र कारणीभूतं जलं पृथक् न भवति कारणीभूतं जलं चषके विद्यमानं जलमासीत् तत् इदानीं पृथक् नास्ति इत्युक्ते चषके विद्यमानं जलमेव खलु समवायिकारणं भवति महति पात्रे विद्यमानस्य जलस्य इदानीं पुनः तस्मिन् उदाहरणमेव एव पश्यामः अत्र यदा वयं महति पात्रे जलेन पूरयामः चषकेषु विद्यमानजलं तद् इदानीं पृथक् कर्तुं न शक्नुमः यदा लघुषु चषकेषु आसन् इदानीं महती पात्रे अस्ति तद् पृथक् कर्तुं न शक्नुमः अतः पुनः चषके जलं किम् आसीत् तद् समवायिकारणेन अत्र महति पात्रे भवति इति तद् पृथक् कर्तुं न शक्नुमः. कारणीभूतं जलम् इत्युक्ते किं? तत्र चषके जलम् आसीत् तद् कारणं भवति. अनन्तरम् अहतिपात्रे तद् आहत्य एकस्मिन् रूपं भवति तद् कार्यं भवति इति. हा सत्यम्. इत्युक्ते यः जलं यज्जलम् अस्ति तत् कारणमस्ति इति कृत्वा कारणीभूतं जलम् इति. अग्रे पठतु महोदय. न्यायशास्त्रे चषके विद्यमानं जलं भिन्नं, महतिपात्रे विद्यमानं जलं भिन्नमेव. तर्हि तयोर्मध्ये कः सम्बन्धः इत्युक्ते कार्यकारणभावः एव. दशसु चषकेषु विद्यमानानि जलानि पृथक् पृथक् कारणानि भवन्ति. तानि सर्वाणि अपि समवायिकारणानि एव. तेषां परस्परसंयोगः इदानीं जातः, तेन महत् जलम् उत्पन्नम्. अतः चषके विद्यमानं जलम् इदानीमपि भिन्नमेव, पात्रे अवयवभूतं, भिन्नभिन्नरूपेण न दृश्यते तावदेव इति न्यायशास्त्रस्य अत्र सिद्धान्तः. इदानीं पुनः तदेव उदाहरणं. चषके दशचषकाः आसन्, तत्र एकैकचषके जलम् आसीत्. इदानीं तद् महति पात्रे अस्ति. तत्र जलं भिन्नं, चषकात् भिन्नम् इति वयं स्वीकुर्मः, परन्तु तत्र सम्बन्धः कः इति अपि अस्ति. अत्र चषके विद्यमानं जलं कारणीभूतं भूत्वा अत्र महति पात्रे कार्यं कार्यरूपेण भवति इदानीम्. अतः चषके पृथक् पृथक् कारणानि भूत्वा एव तद् इदानीं समवायकारणेन महति पात्रे अस्ति इति. तत्र तेषां संयोगः अपि जातः. अनन्तरं महज्जलम् अपि जातमिति. अतः चषके क्षम्यतामि. न न न वदतु महोदय. तत्र चषके जलमासीत् तद् भिन्नमासीत्, पात्रे इदानीम् अत्र आहत्य भवति इति. परन्तु तद् तदपि भिन्नभिन्नम् इति न्यायशास्त्रस्य सिद्धान्तः इति. भिन्नभिन्नरूपेण न दृश्यते, परन्तु अत्र अवयवभूतं स्वीकृत्य तत्र अस्ति इति. उत्तमम्. इत्युक्ते तत्र यत् महज्जलम् इदानीं बृहत्पात्रे उत्पन्नं, तत्प्रति चषके विद्यमानं जलं कारणं भवति. तर्हि तयोः मध्ये पुनः तत्र कारणकार्यभाव क्षम्यतां कार्यकारणभावः अस्ति एव. पुनः पठामि वा? हा अग्रे पठतु. तन्मतानुसारम् अधुना हस्ते विद्यमाना क्रिया शरीरे अस्ति इति वक्तुं शक्नुमः. हस्ते जाता क्रिया हस्ते न शक्नुमः. ओ न शक्नुमः, क्षम्यतां. मम चिन्तनं तादृशमासीत्. अतः हस्ते जाता क्रिया हस्ते एव भवति. प्रथमे क्षणे हस्ते क्रिया भवति, द्वितीयक्षणे शरीरे क्रिया भवति. क्रिया प्रथमतया अवयवे, तदा एव अवयविनि. अनेन हस्ते विद्यमाना क्रिया शरीरे विद्यमाना क्रिया द्वे अपि भिन्ने. एतत् सर्वं कदा उच्यते? यदा विशेषरूपेण क्रिया हस्ते जाता इति उच्यते, तदा इदानीं समग्रं शरीरं चलति इति चिन्तयतु. तत्र चलनक्रिया साक्षात् शरीरे इत्येव स्वीक्रियते, क्रिया साक्षात् शरीरे एव जायते. किन्तु यत्र क्रिया विशेषरूपेण हस्ते इति विषयः, तत्र हस्ते आदौ क्रिया, तदुत् स्वास्थ्यरक्षणे शरीरे क्रिया. अवयव अवयवगतक्रिया अत्र विशेषरूपेण विवक्षिता. तत्र अवयवे आदौ क्रिया, अनन्तरम् अवयविनि. इदानीं पूर्वस्मिन् उदाहरणं स्वीकृत्य अत्र यदा हस्ते क्रिया भवति तद् शरीरे जायमाना क्रियायाः भिन्नः इति अस्ति. अतः हस्ते या क्रिया तद् सा क्रिया शरीरे जायमाना क्रियायाः भिन्नः इति. इदानीम् अत्र हस्ते यदा क्रिया भवति तद् प्रथमं प्रथमक्षणे हस्ते एव भवति इति, शरीरे नास्ति इति. तदनन्तरमेव शरीरे क्रिया भवति इति. अतः प्रथमम् अवयवे भवति, अनन्तरम् अवयविनि भवति इति. एतादृशं स्वीकुर्मः चेत् अत्र क्रियाद्वयं भवति इति, प्रत्येकं प्रत्येकम्. इदानीं प्रश्नः अस्ति तद् वयं कथं निरूपयामः इति. अत्र अन्यद् उदाहरणम् अस्ति. अत्र यदा विशेषरूपेण एव हस्ते क्रिया भवति तदेव वयं स्वीकुर्मः, अवयवे क्रिया अस्ति इति. सम्पूर्णं शरीरे किमपि क्रिया भवति इति चेत् तद् शरीरस्य क्रिया इति भवितुमर्हति. अतः यदा विशेषरूपेण एव हस्ते अवयवे क्रिया भवति इति चेदेव तद् वयं वदामः हस्ते एव क्रिया भवति इति. उदाहरणमस्ति अत्र, यदा चलनक्रिया साक्षात् शरीरे एव भवति इति तद् शरीरस्य क्रिया इति. अत्र अवयवगतक्रिया यत्र शरीरविशेषणविवक्षित तत्र अवयवे आदौ क्रिया, अनन्तरम् अतः अत्र विशेषरूपेण अवयवे क्रिया भवति तद् अवयवस्य क्रिया, अनन्तरमेव अवयविनि इति, अवयविनः क्रिया इति. उत्तमम्. इत्युक्ते प्रथमं तत्र विषयद्वयम् अस्ति खलु. इत्युक्ते तत्र अवयवे क्रिया इति विवक्षा अस्ति चेत् प्रथमम् अवयवस्य क्रिया, तदनन्तरम् अवयविनः क्रिया. परन्तु यदा अवयविनः क्रिया इति एव विवक्षा अस्ति चेत् तर्हि तत्र साक्षात् अवयविनः क्रिया इति एव वदामः. पुष्पा भगिनी, भवती आगच्छति वा? अत्र भेदः कः इति. विशेषरूपं रूपेण क्रिया हस्ते जाता इति यदा तत्र उच्यते, इदानीं समग्रं शरीरं चलति इति चिन्तयति. अस्तु भगिनि, अर्थम् अवगच्छामि. वदतु तर्हि. अधुना हस्ते विद्यमाना क्रिया शरीरे अस्ति. न शक्नुमः तत्र तन्मसा भगिनी, पुनः न पुनः पठनस्य आवश्यकता नास्ति. इदानीं सुनील् महोदय यद् उक्तवान् तदाधारेण भवती यद् अवगतवती तद् वदतु. पुनः पठनस्य आवश्यकता नास्ति. विद्यमाना क्रिया शरीरे अपि विद्यमाना अस्ति. द्वे अपि भिन्नः अस्ति. द्वे अपि भिन्नः विद्यमाना क्रिया. न न न, एकक्षणं. हस्ते विद्यमाना क्रिया शरीरे अपि विद्यमाना भवति वा? न न, भिन्नः अस्ति. अस्तु, तर्हि तत्र कदा शरीरस्य क्रिया इति कदा भवति, हस्तस्य क्रिया इति कदा भवति? विशेषरूपेण. विशेषरूपेण इत्युक्ते विशेषरूपेण क्रिया हस्ते जाता इति उच्यते तदा यदा आवां विशेषरूपेण क्रिया हस्ते जाता इति विशेषरूपेण इति मा उपयोगं करोतु तत्र किमपि अन्यम् अन्यविधेन वदतु तत्र यत् करपत्रे अस्ति तत् पुनः वदति चेत् मम भ्रमः भवति तदर्थमेव वदामि भवती प्रायः अवगच्छति परन्तु मम कृते तत्र भ्रमः भवति भवती अवगच्छति वा न वा इति यदा वयं क्रिया हस्ते जाता इति उच्यते वयम् उच्चामः उच्यामः न न तत्र कदा तथा वदामः वयं तत्र हस्ते न कदा वदामः इति प्रश्नः तत्र हस्ते क्रिया जाता इति कदा वदामः कदा वदामः कदा प्रथमतया क्रिया हस्ते भवति प्रथमतया न मम प्रश्नः तद् नास्ति मम प्रश्नः अस्ति कदा हस्ते क्रिया इति वदामः अपि च कदा शरीरे क्रिया इति वदामः द्वयमपि भवति खलु तर्हि तत्र द्वयोः मध्ये भेदः कः तत्र स च प्रयोगः कदा भवति क्रिया हस्ते यत्र तत्र हस्ते आदौ क्रिया तदुत्तर क्षणे शरीरे क्रिया कदा भवति चेत् कदा भवति इति मम प्रश्नः नास्ति भगिनि कदा वदामः इति प्रश्नः कदा हस्ते क्रिया इति वदामः कदा शरीरे क्रिया इति वदामः इति मम प्रश्नः कदा भवति इति न किमपि हस्तेन क्रिया जाता तदा क्रिया हस्ते जाता इति वक्तुं शक्नुमः तर्हि शरीरे क्रिया इति कदा वदामः तत्क्षणं तदुत्तरक्षणे शरीरे क्रिया न तदुत्तरक्षणे शरीरे भवति परन्तु तत्र प्रश्नः अस्ति तत्र यदि वयं अटनं कुर्मः तर्हि तत्र किं वदामः तत्र शरीरस्य क्रिया इति वदामः वा हस्तस्य क्रिया इति भवति वा किं भवति तत्र ते भिन्नः भिन्ने द्वे अपि भिन्ने अस्ति न स्तः न तथा नास्ति सुनील् महोदय भवान् किञ्चित् पुनः वक्तुं शक्नोति वा भगिनी किञ्चित् शृणोतु अहम् एक अन्यम् उदाहरणं वक्तुं प्रयत्नं करोमि हस्तपुस्तकयोः संयोगः इत्युक्ते अत्र हस्ते क्रिया अस्ति ततः शरीरस्य इति नास्ति केवलं क्रिया हस्ते इति विशेषरीत्या वदामः परन्तु यः बालकः जले कूर्दति तत्र तस्य शरीरं सम्पूर्णं जलेन संयोगः भवति तत्र तनि शरीरस्य क्रिया इति वदामः अत्र तत्तु हस्तं जले कूर्दति किं करोमि जले अस्ति चेत् तत्समयं जल हस्तस्य क्रिया अस्ति सत्यम् इत्युक्ते तत्र विवक्षा अनुगुणं भवति भगिनि विवक्षा इत्युक्ते अवगच्छति वा विवक्षा विवक्षिता विवक्षा इत्युक्ते किं सपरेशन् सपरेट् न विवक्षा इत्युक्ते वक्तुम् इच्छा इत्युक्ते यः वक्ता अस्ति तस्य इच्छा अनुगुणं भवति. इत्युक्ते यदा अहं तत्र अटनं करोमि, तत्र अटनस्य कृते क्रिया तु पादाभ्यामेव भव पादयोः एव भवति. परन्तु यदा वयं तत्र मम विवक्षा अस्ति तत्र मम शरीरं चलति इति, तर्हि तत्र शरीरं चलति इति यदा वदामि चेत् तत्र क्रिया अस्ति शरीरे. परन्तु तत्र पादयोः विषये तत्र वदामि चेत् तत्र तर्हि क्रिया भवति पादयोः. इत्युक्ते तत्र पृथक्तया अवयव पृथक् हा, इत्युक्ते तत्र यदा विवक्षा तथा अवयवस्य या क्रिया अस्ति तस्यां विवक्षा अस्ति चेत् तर्हि तत्र अवयवगतक्रिया इति वदामः, नो चेत् अवयविनी क्रिया जाता इति वदामः. अस्तु, इति तत्र भेदः. भवती एव अग्रे पठतु. एकनिमिषम्. अतः वस्तुतः दृष्टि अनुगुणं भवति एतत् सर्वं. दृष्टि ओके महोदय भगिनी, ऐ हेव् ए हिकप्. सो मेबि अस्तु सुनील महोदय, भवान् रक्तु. अतः वस्तुतः दृष्टि अनुगुणं भवति एतत् सर्वम्. अहं साक्षात् घटं उन्नयामि इति चेत् समग्रः घटः चलति. इदानीं क्रिया साक्षात् घटे जायते, किन्तु यदि घटं स्पृशामि घटस्य एकस्य कपालस्य स्पर्शः भवति, तत्र अवयवसंयोगः. अत्र संयोगः प्रथमतया अवयवे, तदुत्तरक्षणे अवयविनि. अतः अत्र अवयवे कपाले जायमानः संयोगः कर्मजः, घटे विद्यमानः संयोगः संयोगजः. इदानीं पुनः उदाहरणमस्ति, अत्र दृष्ट्यनुगुणम् इत्युक्ते किं वयं प्रत्यक्षे पश्यामः इति. उदाहरणमस्ति, अहं सम्पूर्णं घटम् उन्नयामि, अतः समग्र घटस्य क्रिया समस्या घटे भवति इति, अतः घटः चलति. तत्र केवलं कपालस्य एव नास्ति इति, सम्पूर्णघटस्य विषयं वदामः. परन्तु अहं घटं पश्यामि, स्पर्शयामि चेत् तत्र घटस्य एकस्य भागे एव स्पर्शनं भवति, अतः केवलं कपालस्य एव विषयं स्वीकुर्मः. अत्र अवयवसंयोगः, घटस्य उन्नयनम् इति सम्पूर्ण अवयविनि अस्ति इति. घटस्य स्पर्शनेन अत्र प्रथमक्षणे अवयवे स्पर्शनं भवति, संयोगः भवति, तदनन्तरं अवयविनि इति. अतः अत्र कपाले विद्यमान क्रिया अथवा तत्र संयोगः कर्मजः भवति, घटे घट उन्नयने विद्यमानः संयोगः अनन्तरं घटे विद्यमानः संयोगः संयोगजः भवति स्पर्शनानन्तरं. हा, इत्युक्ते यदा तत्र घटस्य उन्नयनं भवति तदा तत्र क्रिया तु समग्रे घटे भवति खलु. परन्तु यदा स्पर्शनक्रिया भवति तर्हि तत्र प्रथमं कपालेन सह तत्र स्पर्शनं भवति, तदनन्तरं घटेन सह इति कृत्वा कपालहस्तयोः अथवा कपाल पुस्तकयोः यत्किमपि भवतु तत् स्पर्शः यः भवति तर्हि प्रथमं यः संयोगः भवति तत्र स्पर्शेन स च संयोगः कर्मजः संयोगः, तदनन्तरं घटे यदा स च संयोगः जायते तदानीं संयोगजः संयोगः भवति. तर्हि प्रथमं कर्मजः, तदनन्तरं संयोगजः. अत्र भगिनि जायमानः न जायमानः न जायमानः संयोगः हा हा हा जायमानः सत्यम् अधुना अहं एकक्षणं भगिनि एकक्षणं तत्र अग्रिमपरिच्छेदः प्रायः सुनील् महोदय महोदयेन एव पठ्यते यतोहि तत्र तस्य प्रश्नस्य समाधानं तत्रैव अस्ति तर्हि महोदय भवानेव पठतु तद्वत् हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः शरीरपुस्तकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया अन्यथा सिद्धा पुनः हस्तस्य अवयवाः सन्ति अङ्गुल्यः ओ अत्रापि अस्ति अङ्गुल्यः यदि समग्रहस्तः न चलति अपि तु अङ्गुलेषु एव क्रिया उत्पन्ना इति चिन्तयामः तया च अङ्गुलीनां संयोगः भवति पुस्तकेन सह तदानीं हस्तपुस्तकयोः संयोगः संयोगजः न तु कर्मजः अत्र अङ्गुलेषु विद्यमाना क्रिया हस्तपुस्तकयोः संयोगं प्रति अन्यथा सिद्धा पुनः हस्तपुस्तकयोः संयोगजः संयोगः शरीरपुस्तकयोः संयोगं प्रति कारणम् अथवा अङ्गुल्यः साक्षात् शरीरस्य अवयवः न तु हस्तस्य इति अवलम्ब्य अङ्गुलीपुस्तकयोः संयोगः एव शरीरपुस्तकयोः संयोगं प्रति कारणम् इदानीं पुनः अग्रे शरीरभागस्य विषये एव अत्र पूर्वम् आसीत् हस्तपुस्तकयोः संयोगः इति इदानीम् अत्र वयं जानीमः तद् वयं दृष्टवन्तः पूर्वम् अत्र इदानीं एकक्षणं महोदय तत्र अन्यथा सिद्धा इत्युक्ते किं तस्मिन् विषये किञ्चित् उक्त्वा अग्रे वदतु अत्र यदा हस्तपुस्तकसंयोगः इति स्वीकुर्मः अत्र क्रिया हस्ते अस्ति इति वयं जानीमः अतः संयोगः कर्मजः इति अनन्तरं शरीरस्य विषये वदामः चेत् तत्र संयोगजः इति अस्ति अतः तत्र शरीरपुस्तकयोः संयोगं प्रति हस्तपुस्तकयोः हस्ते विद्यमाना क्रिया इति अन्यथा सिद्धा इति इत्युक्ते किम् अन्यथा सिद्धा इत्युक्ते किं प्रत्यक्षे अत्र शरीरे क्रिया न भवति अन्य अवयवे जायमाना क्रियया शरीरपुस्तकयोः संयोगः भवति हा वस्तुतः अन्यथा सिद्धा इत्युक्ते तत्र यथा वयं कपालस्य उदाहरणे अपि दृष्टवन्तः खलु तर्हि अन्यथा सिद्धा इत्युक्ते तत्र तस्य कारणं नास्ति इति इत्युक्ते तस्य आवश्यकता नास्ति इति इत्युक्ते तत्र हस्ते जायमाना क्रिया शरीरपुस्तकयोः मध्ये यः संयोगः भवति तत् प्रति कारणं न भवति तर्हि तत्तु साक्षात् कारणं न भवति इति कृत्वा अन्यथा सिद्धा इति इत्युक्ते स च क्रिया अत्र यत् कार्यमस्ति इत्युक्ते शरीरपुस्तकसंयोगः इति कार्यं यदस्ति तं प्रति कारणं नास्ति इति कृत्वा अन्यथा सिद्धा इति यथा तत्र कुलालस्य पिता घटं प्रति अन्यथा सिद्धा खलु यतोहि कुलालस्य पिता साक्षात् कारणं नास्ति घटं प्रति इति कृत्वा कुलालस्य पिता अस्ति अन्यथा सिद्धा घटम् इति कार्यं प्रति तद्वत् हस्ते विद्यमाना क्रिया अन्यथा सिद्धा भवति शरीरपुस्तकयोः संयोगः प्रति संयोगं प्रति पुनः अहं घटं स्पर्शयामि तत्र कपाल हस्त संयोगः अत्र कर्मजः तया क्रियया शरीरघटः संयोगः भवति तदेव अन्यथा सिद्धायति. तया क्रियया शरीरघटयोः संयोगः न भवति खलु? इत्युक्ते हस्तविद्यमानक्रियया हस्तः, परन्तु हस्ते विद्यमाना क्रियया हस्तघटयोः संयोगः भवति, स च संयोगः कर्मजः. इदानीं हस्तघटयोः कर्मजः संयोगः भवति इति कृत्वा शरीरघटयोः संयोगः भवति इति शरीरघटयोः संयोगः अस्ति संयोगजः न तु कर्मजः इति कृत्वा स च संयोगजः संयोगः यः अस्ति तं प्रति हस्ते विद्यमाना क्रिया कारणं नास्ति. तर्हि हस्ते विद्यमाना क्रिया भवति अन्यथा सिद्धा. इत्युक्ते एवं क्रमः क्रमेण चिन्तयतु. प्रथममस्ति हस्ते क्रिया, तस्य उत्तरक्षणे हस्तपुस्तकयोः संयोगः, तस्य उत्तरक्षणे इदानीं शरीरपुस्तकयोः संयोगः. तर्हि इदानीं पश्यामः चेत् शरीरपुस्तकयोः संयोगः प्रति संयोगं प्रति कारणं भवति हस्तपुस्तकयोः संयोगः, हस्तपुस्तकयोः संयोगं प्रति कारणं भवति हस्ते विद्यमाना क्रिया. तर्हि शरीरपुस्तकयोः संयोगः यत् तृतीयक्षणे भवति तं प्रति प्रथमक्षणे या क्रिया जायमाना अस्ति सा च क्रिया कारणं नास्ति इति कृत्वा सा भवति अन्यथा सिद्धा. अवगच्छति वा? हा, वदतु महोदय अग्रे. इदानीं पुनः अन्य उदाहरणमस्ति. हस्तस्य अवयवः अस्ति अङ्गुलि इति, अवयवः अङ्गुल्यः. अत्र इदानीम् अङ्गुलीषु क्रिया भवति, सा तया क्रियया अत्र पुस्तकेन सह संयोगः भवति. अत्र इदानीम् अङ्गुली पुस्तकयोः संयोगः कर्मजः भवति, हस्तपुस्तकयोः संयोगः अत्र अत्र संयोगजः इति. इदानीं पुनः वदति अत्र अङ्गुली इति शरीरस्य भागः, अतः शरीरपुस्तयोः संयोगं प्रति अङ्गुलीपुस्तकसंयोगः कारणं भवति. इदानीम् अत्र अन्यथा सिद्ध पुनः अत्र शरीर भवति. अन्यथा सिद्धा कुत्र भवति? शरीरे संयोगं भवति, अत्र संयोगजः भवति किल. तर्हि तत्र अन्यथा सिद्धा का? शरीरे अस्ति अत्र शरीरपुस्तकयोः संयोगं प्रति अङ्गुल्यां विद्यमाना क्रिया अन्यथा सिद्धा भवति. उत्तमम् उत्तमम्. अपि च अत्र द्वयमपि वक्तुं शक्नुमः खलु? इत्युक्ते प्रथममस्ति यदा अङ्गुली अङ्गुली अवयवः हस्तः अवयवी अपि च हस्तः पुनः अवयवः शरीरमिति अवयवी इति चिन्तयामः चेत् क्रमेण प्रथमम् अङ्गुलीपुस्तकयोः संयोगः भवति, तदनन्तरं हस्तपुस्तकयोः संयोगः, तदनन्तरं शरीरपुस्तकयोः संयोगः. तत्र प्रथमसंयोगः भवति कर्मजः, द्वितीयसंयोगः यः हस्तपुस्तकयोगो भवति तद्भवति संयोगजः, तृतीयसंयोगः यत् शरीरपुस्तकयोः संयोगः भवति स च संयोगः भवति तदपि भवति संयोगजः संयोगः. परन्तु यदा अङ्गुली इति साक्षात् शरीरस्य भागः इति शरीरस्य अवयवः इति स्वीकुर्मः चेत् तर्हि तत्र अङ्गुली पुस्तकयोगसंयोगः भवति कर्मजः. अङ्गुलिपुस्तकयोगसंयोगः भवति इति कृत्वा उत्तरक्षणे शरीरपुस्तकयोगसंयोगः भवति, तद्भवति इदानीं संयोगजः इति. इत्युक्ते तत्र तदेव पूर्वमपि उक्तं खलु, तत्र दृष्टि अनुगुणं भवति इति. इत्युक्ते तत्र अस्माकं दृष्टिः कथमस्ति इति किञ्चित् चिन्तनीयं. तत्र अङ्गुलि इति शरीरस्य भागः इति चिन्तयामः चेत् तत्र द्वितीयक्षणे शरीरपुस्तकयोगसंयोगः भवति, परन्तु अङ्गुलि इति हस्तस्य भागः इति स्वीकुर्मः चेत् तथा अस्माकं चिन्तनम् अस्ति चेत् तर्हि द्वितीयक्षणे हस्तपुस्तकयोगसंयोगः, तस्य उत्तरक्षणे एव कायपुस्तकयोः इत्युक्ते शरीरपुस्तकयोगसंयोगः भवति. तत् अन्यथा अन्यथा सिद्धं किं तत्र कुत्र द्वितीयभागस्य भवती एव वदतु, तत्र अन्यथा सिद्धा का हस्तपुस्तकयोः अन्यथा सिद्धा अस्ति? न न, किञ्चित् विस्तारेण वदतु, अहं न अवगच्छामि. अङ्गुलिपुस्तकयोः संयोगः शरीरपुस्तकयोः संयोगः प्रति कारणं. तत्र हस्तपुस्तकयोः संयोगः अन्यथा सिद्धा. न न न, तत्र हस्तः इति प्रसङ्गः एव नास्ति खलु, तर्हि तत्र अङ्गुलि इति साक्षात् शरीरस्य भागः इति स्वीकृत्य एव तथा वदामः, तर्हि हस्तः इति कथम् आगच्छति? अत्र अत्र का अस्ति अन्यथा सिद्धा? अङ्गुलीषु विद्यमानक्रिया हस्तपुस्तकयोः संयोगं प्रति अन्यथा सिद्धा, तत्तु अङ्गुलीषु. न न, भवत्याः प्रश्नः का, भवत्याः प्रश्नः अस्ति यदा अङ्गुली पुस्तकयोगसंयोगः भवति तदनन्तरम् अङ्गुली इति हस्त शरीरस्य भागः इति स्वीकुर्मः चेत् उत्तरक्षणे शरीरपुस्तकयोगसंयोगः भवति. इदानीं शरीरपुस्तकयोगसंयोगः यः अस्ति तं प्रति अन्यथा सिद्धा का इति आसीत् खलु भवत्याः प्रश्नः. हा, तर्हि भवती एव वदतु इदानीं तं प्रति का अन्यथा सिद्धा. अङ्गुलीषु विद्यमाना क्रिया शरीर विद्यमाना क्रिया ऐ मीन् शरीर पुस्तकयोः संयोगं प्रति अन्यथा सिद्धा अस्ति. उत्तमं, किमर्थम्? उत्तमं, सत्यं, तदेव, परन्तु कथं तथा भवति? अन्यथा सिद्धा I think it's roundabout. Is that what you are trying to say? Na, tatra bhavati yaduktavati tattu satyameva. Tatra angulishu vidyamana kriya sharira pustaka yoga sanyogam prati anyata siddha bhavati. Parantu mama prashnaha asti katham tatha vaktum shaknumaha. Tatra kimartam tatha agachati iti mama prashnaha. Sakshat sarirasya avayavaha. सत्यं, तदर्थं तत्र तथा भवति वा? इतोपि किञ्चित् वक्तव्यमस्ति, तदर्थं तथा न भवति. अङ्गुलीषु विद्यमाना क्रिया किं प्रति कारणं भवति? किं प्रति कारणं? शरीरपुस्तकयोः संयोगं प्रति कारणम्. अङ्गुलीषु विद्यमाना क्रिया शरीरपुस्तकयोगो संयोगः प्रति कारणं भवति चेत् कथम् अन्यथा सिद्धा भवति? न, इदानीं हस्तपुस्तकः नास्ति खलु भगिनी, भवती एव उक्तवती अङ्गुली इति साक्षात् शरीरस्य भागः इति, तर्हि हस्तः इति प्रसङ्गः एव नास्ति इदानीं. तर्हि अङ्गुलीषु विद्यमाना क्रिया तेन किं जायते, तया किं जायते? अङ्गुलीपुस्तकयोः संयोगः. उत्तमम्, अङ्गुलीपुस्तकयोगो संयोगः भवति. इदानीम् अङ्गुलिपुस्तकयोगसंयोगः भवति इति कृत्वा किं किं जायते? तेन किं जायते? शरीरपुस्तकयोः संयोगं प्रति कारणम्? न, मम प्रश्नः अस्ति अङ्गुलिपुस्तकयोः संयोगः इति उक्तवती, तेन किं जायते? अङ्गुलिपुस्तकसंयोगः भवति इति कृत्वा तस्य अनन्तरं किं भवति? शरीरपुस्तकयोः संयोगः तत्क्षणम् उत्पन्नति. उत्तरक्षणम् उत्पन्नति. उत्तमं. तर्हि शरीरपुस्तकयोः संयोगः प्रति, संयोगं प्रति कारणं किम्? अङ्गुलिपुस्तकयोः संयोगः. अङ्गुलिपुस्तकयोः संयोगः प्रति कारणं किम्? संयोगः कारणं किम्? हस्तस्य इति? न, न, हस्तः इति प्रसङ्गः एव नास्ति इदानीम्. अथवा प्रथमक्षणे किं भवति? प्रथमक्षणे अङ्गुलीषु क्रिया उत्पन्ना. उत्तमं. तर्हि अङ्गुलीषु क्रिया उत्पद्यते, सा च क्रिया एव कारणमस्ति अङ्गुलीपुस्तकयोः संयोगं प्रति. तर्हि इदानीम् अङ्गुलीषु विद्यमाना क्रिया शरीरपुस्तकयोः संयोगं प्रति अन्यथा सिद्धा भवति, यतोहि अङ्गुलीषु विद्यमाना क्रिया कारणं भवति अङ्गुलीपुस्तकयोः संयोगं प्रति एव. अङ्गुलीपुस्तकयोः संयोगः एव कारणं भवति शरीरपुस्तकयोः संयोगं प्रति इति कृत्वा प्रथमक्षणे या क्रिया जाता सा च क्रिया अन्यथा सिद्धा अस्ति, तृतीयक्षणे यः शरीरपुस्तकयोः संयोगः यः भवति तं प्रति. अस्तु भगिनि. अवगच्छति वा? अवगच्छामि. उत्तमम्. तर्हि इदानीम् अग्रे भवती एव पठतु. पृच्छते तु वक्तुं न शक्नोमि. हा हा, चिन्ता नास्ति, अग्रे पठतु भगिनि. अस्तु भगिनि. अधुना एकस्य द्रव्यम् अवयवाः सन्ति. एकस्य द्रव्यस्य अवयवाः सन्ति. अधुना एकस्य द्रव्यस्य अवयवाः सन्ति, तेषां परस्परसंयोगेन किं भवति इति चिन्तनीयम्. अस्माकं नियमः अस्ति अवयवसंयोगेन अवयविनः संयोगः जायते, किन्तु कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्. अस्तु, अत्र कदा बहु अवयवाः सन्ति एकस्य द्रव्यस्य, तेषां परस्परसंयोगेन अत्र चिन्तनीयं किं भवति इति चिन्तनीयम्. अस्माकं नियमः अस्ति अवयवसंयोगेन अवयवेन. अवयवसंयोगसमूहेन अवयविनः संयोगजः संयोगः जायते. तत्तु अवयविनः संयोगजः इत्युक्ते किं? तत्र किञ्चित् वदतु. तत्र अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इत्युक्ते किम्? अवयवसंयोगेन इत्युक्ते किम्? इत्युक्ते अवयवसंयोगेन उदाहरणं प्रायः उक्त्वा वदतु भगिनि तत्र किञ्चित्. हस्तपुस्तकयोः संयोगेन अवय अवयविनः तु शरीर पुस्तक पुस्तकयोः संयोगः संयोगजः अस्ति. उत्तमम्. इत्युक्ते यदा तत्र शरीरपुस्तकयोगः संयोगः भवति स च संयोगः संयोगजः संयोगः भवति. इदानीं प्रश्नः कः? कपालयोः परस्परसंयोगः यदा भवति तेन समयेन घटस्य संयोगः अन्येन मृतद्रव्येण सह जायते वा. इत्युक्ते किम्? इत्युक्ते अन्य कोऽपि द्रव्येण सह घटस्य संयोगः जायते वा इति. यदा यदा कपालयोः संयोगः परस्परसंयोगः यदा भवति. इत्युक्ते अस्माभिः पूर्वम् उक्तं खलु, कपालहस्तसंयोगः भवति चेत् प्रथमक्षणे कपालहस्तयोः संयोगः, तदनन्तरक्षणे उत्तरक्षणे घटेन सह संयोगः इति कृत्वा तत्र घटहस्तसंयोगः इति तत्र संयोगजः संयोगः इति अस्माभिः पूर्वम् उक्तः. तर्हि इदानीं प्रश्नः अस्ति, यदा कपालद्वयसंयोगेन घटं जायते इति वयं पूर्वं दृष्टवन्तः खलु, तर्हि तत्र कपालद्वयसंयोगः यदा तेषां तयोः परस्परसम्बन्धः यदा भवति, क्षम्यतां, तयोः परस्परसंयोगः यदा भवति तदा घटस्य संयोगः भवति वा अन्येन मूर्तद्रव्येण सह अथवा यत्किमपि भवतु, परन्तु घटस्य संयोगः भवति वा इति प्रश्नः. इदानीं प्रश्नः अवगच्छति वा? इत्युक्ते तत्र कपालद्वयसंयोगेन कपालयोः परस्परसंयोगः यदा भवति घटस्य संयोगः तु अन्येन अस्ति चेत् घटः अस्ति चेत् अस्ति, नास्ति चेत् नास्ति. न, घटः अस्ति चेत् इत्युक्ते किं? तत्र कपालद्वयसंयोगेन एव घटस्य उत्पादनं भवति खलु. उत्पादनं भवति तर्हि कपालद्वयसंयोगः यदा भवति तदा किं भवति? तदा घटस्य संयोगः अन्येन मूर्तद्रव्येण भवति वा न वा इति प्रश्नः. अस्ति चेत् अस्ति, नास्ति चेत् नास्ति इति न वार्ता अत्र. अस्तु, यतोहि तत्र कपालद्वयसंयोगेन घटं घटनिर्माणं भवति इति वयं जानीमः. तर्हि तत्र भवत्याः चिन्तनं किम्? अपि च महोदय, भवान् अपि किञ्चित् वदतु, भवान् किं चिन्तयति इति. अन्येन मूर्तद्रव्येण कथं घटस्य संयोगः आयाति न आयाति न जायते. अत्र इदानीं कपालद्वयम् अस्ति, अत्र कपालद्वयसंयोगेन केवलं कर्मजः एव भवति इति चिन्तयामि. सत्यं. तर्हि तत्र यदा कपालद्वयसंयोगः भवति कर्मजः संयोगः, तदनन्तरक्षणे घटे संयोगजः संयोगः भवति वा? इत्युक्ते एकः कपालः एकं कपालं प्रति अथवा अन्यं कपालं प्रति इति तत्र घटेन घटस्य संयोगः भवति वा इति प्रश्नः. इदानीं घटस्य संयोगः संयोजः भवति अन्येन मूर्तद्रव्येण न. अन्येन मूर्तद्रव्येण इत्युक्ते केन सह भवति तदपि वदतु. तत्र कपालद्वयसंयोगः अस्ति इदानीं. तर्हि घटस्य संयोगजः संयोगः भवति चेत् केन सह घटस्य संयोगजः संयोगः भवति? केन सह संयोगः संयोगजः कपालयोः सह तर्हि कपालेन सह संयोगजः संयोगः भवति वा घटस्य इति भवती चिन्तयति वा? अस्तु, भवान् किं चिन्तयति? तत्र अहं क्लेशम् अनुभवामि, इत्युक्ते अत्र घटः न आसीत्, पूर्वस्मिन् उदाहरणं घटः आसीत् अथवा अवयवी आसीत्, इदानीमेव अत्र अवयवौ अत्र संयोगं भूत्वा अवयवी भवति इति, अतः तत्र अहं किञ्चित् क्लेशः अनुभवामि किं वक्तव्यमिति मया. अस्तु, यद् भवान् चिन्तयति तत् सम्यक् एव, भवान् एव अग्रे पठतु तर्हि. तर्हि प्रश्नः एवं यत् कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः भवति तेन कर्मजः अथवा संयोगजः संयोगः अवयविनि घटेन जायते, सः परस्परकपालसंयोगः अवयविनि कमपि संयोगं न उत्पादयति, द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येण सह घटस्य संयोगं प्रति कारणं न भवति इति वास्तवमेव. कपालस्य अन्येन मूर्तद्रव्येण सह संयोगः एव घटे संयोगं जनयति. अतः इदानीं नास्ति इति उत्तरमस्ति अत्र प्रश्नस्य, इत्युक्ते अत्र एकः कपालः अस्ति अन्यकपालः अस्ति, तत्र कपालः अवयवः अस्ति, इदानीम् अवयवौ स्तः, अतः अत्र यदा संयोगः भवति तत्र कर्मजः कर्मजः भवति इति, कर्म तेन कर्मजः अथवा तेन कर्मजः अथवा संयोगजः संयोगः अवयविनि घटे न जायते, उभयमपि न जायते वा? हा, इत्युक्ते यदा तत्र कपालस्य अन्येन कपालेन सह संयोगः भवति तदा कश्चन अपि संयोगः, इत्युक्ते कर्मजः वा भवतु संयोगजः वा भवतु, परन्तु कश्चन अपि संयोगः न जायते घटे. अहं चिन्तितवान् कर्मजः भवति इति. हा, तत्र इत्युक्ते घटे संयोगः एव न भवति, केवलं कपाले संयोगः भवति, कपालद्वयसंयोगेन घटनिर्माणमेव भवति, घटे किमपि कमपि संयोगं न भवति घटे. संयोगजः तु भवति न, न कमपि न, किमर्थं संयोगजः भवति? इदानीं घटः एव नास्ति खलु, यदा परस्परसंयोगः भवति तदा घटः एव नास्ति, तर्हि केन सह संयोगजः संयोगः इति वक्तुं शक्नुमः? घटे संयोगजः संयोगः अस्ति इत्युक्ते केन सह संयोगजः संयोगः? अस्तु भगिनि, अवगच्छति वा महोदय? अहम् अवगच्छामि, अहं चिन्तितवान्, अहम् इदानीं मया अवगतं घटे किमपि नास्ति इति अहं मया अवगतं, परन्तु कपाले कर्मजः अस्ति वा भगिनि? इत्युक्ते कपाले कर्मजः संयोगः अस्ति, सत्यम्? ओ एवं, इत्युक्ते कपालयोः खलु, तत्र कपालद्वयम् अस्ति, द्वौ कपालौ सः खलु, तर्हि द्वयोः कपालयोः अपि कर्मजः संयोगः भवति, तेन संयोगेन घटनिर्माणं भवति. घटे किमपि नास्ति. अत्र इदानीं पुनः सः परस्परकपालसंयोगः अवयविनि कमपि संयोगं न उत्पादयति. यदा इदानीं कपालयोः संयोगेन घटे किमपि संयोगं न भवति इति, अन्तर्द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येण सह घटस्य संयोगं प्रति कारणं न भवति. इदानीं कपालयोः संयोगः अन्येन मूत्रद्रव्येण सह, भगिनि अत्र अन्येन इत्युक्ते अत्र कपालद्वयमेव वा अथवा अन्यत् किमपि अस्ति वा? अन्येन इत्युक्ते तत्र किमपि नास्ति खलु, तर्हि कपालद्वयमेव तेन सह संयोगः इति भवितुं, तत्र द्रव्यं तु तत्र केवलं कपालद्वयमेव अस्ति इति कृत्वा तत्र घटस्य संयोगः अन्येन मूत्रद्रव्येण इत्युक्ते कपालेन सह एव भवितुम् अर्हति, परन्तु तथा भवितुं न शक्नोति. इति वास्तवमेव, कपालस्य अन्येन मूर्तद्रव्येण सह संयोगः एव घटे संयोगं जनयति. अतः पूर्वस्मिन् उदाहरणेन अत्र घटे किमपि संयोगं जनयति इति वदामः इत्युक्ते अत्र अन्यमूर्तद्रव्येण सह संयोगः भवति इति कारणेन एव. भगिनी अन्य एकं प्रश्नं पृच्छति, तत्रैव यदा अस्माकं वामहस्तः अस्ति दक्षिणहस्तः अस्ति अत्र इदानीं परस्परं स्पर्शयामि, तत्रापि संयोगः भवति, अत्रापि इदानीं शरीरस्य भागः भागौ इति स्वीकुर्मः, तत्रापि तादृशमेव किल इदानीं कपालयोः. सत्यं, तर्हि तत्र हस्तयोः संयोगः यदा जायते तदा शरीरस्य संयोगः इति न वक्तुं शक्नुमः खलु. इत्युक्ते मम शरीरस्य संयोगः वामहस्तेन सह जायते इति वयं वक्तुं न शक्नुमः खलु. तदेव अग्रे अस्ति, भवानेव अग्रे पठतु. अधुना कपाले काचित् क्रिया जाता, कर्म जातं, तेन कर्मणा घटे संयोगः न उत्पद्यते यदा उपर्युक्तं, तेन कर्मणा यः कोऽपि संयोगसम्बन्धः भवति स च संयोगः कपालस्य एव न तु घटस्य, अतः अत्र कर्मजः संयोगः अवयविनि घटे अवश्यं न जायते. पुनः अवयवसंयोगेन द्वयोः कपालयोः परस्परसंयोगेन अपि अवयविनि घटे संयोगः न जायते. इत्युक्तौ अस्माकं नियमः अवयवसंयोगेन अवयविनः संयोगः जायते इत्यत्र कार्यं न करोति. कपालयोः परस्परसंयोगेन अवयविनि घटे कोऽपि संयोगः न जायते इति अवश्यं स्वीकरणीयम्. भगिनि द्वयोः कपालयोः संयोगेन कथं न उत्पद्यते? न, घटम् उत्पद्यते परन्तु घटे संयोगः न जायते. घट उत्पादनं न भवति इति न, घटं तु जायते परन्तु घटे संयोगः न जायते. अवगच्छति वा? संयोगः न जायते कथं? संयोगः इत्युक्ते किं? उपयोजनं न? न न, संयोगः भगिनि, संयोगः इत्युक्ते किं? संयोगः इत्युक्ते हस्तपुस्तकयोगो, एकक्षणं, हस्तपुस्तकयोगसंयोगः इत्युक्ते किं? तत्तु द्वयोः मध्ये क्रिया भवति. न, हस्तपुस्तकयोगसंयोगः इत्युक्ते यदा हस्तस्य मम हस्तः अस्ति, पुस्तकं पुस्तकं हस्ते पुस्तकम् अस्ति हा इत्युक्ते यदा मम हस्तस्य स्पर्शनं पुस्तकेन सह भवति तयोः मध्ये कश्चन सम्बन्धः भवति खलु सः अस्ति संयोगः तर्हि इदानीं कपालद्वयस्य संयोगः भवति चेत् तेन घटनिर्माणं भवति परन्तु घटे संयोगः न भवति खलु घटे संयोगः भवति चेत् केन सह संयोगः इति प्रश्नः आपतति तर्हि महोदय अग्रिमपरिच्छेदः केवलं तदपि तदेव पठतु तदनन्तरं विरमामः अधुना कपाल काचित् क्रिया जाता न तस्य अनन्तरं खलु तद् इदानीमेव पठतु न स्वीकृतं चेत् किं भवति अन्यथा यदि द्वयोः कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति अस्माभिः स्वीक्रियेत तर्हि कपालः घटेन संयुक्तः इति स्वीकर्तव्यं स्यात् अन्यस्य वस्तुनः अभावे यत् नितरां दोषपूर्णम् अवयविनि इदानीं संयोगः उपपादनीयः कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति प्रतीतिः यदि स्वीकृता तर्हि केन सह तस्यां दशायां केवलं कपालः अस्ति घटश्च अस्ति अतः द्वयोः संयोगः अभवत् इति मन्तव्यम् वक्तव्यं वा इति मन्तव्यं मनसि ओ एवं मन्तव्यम् इत्युक्ते माननीयं मन्तव्यं किन्तु एतादृशी प्रतीतिः लोके न भवति इयं प्रतीतिः अनुभवविरुद्धा तथापि परस्पर अवयवयोः जातेन संयोगेन अवयविनि संयोगः स्वीकृतश्चेत् एषा प्रतीतिः आपद्यते वस्तुतः अनिष्टा वस्तुतः असम्भवति किन्तु इदानीम् आपद्यते इदानीं वयं पूर्वं दृष्टवन्तः तत् कपालयोः संयोगेन उदाहरणं तत्र घटे संयोगः न इति न स्वीकरोति चेत् अन्यप्रश्नः अस्ति वा इति अस्ति अत्र कपालयोः परस्परसम्बन्धेन परस्परयोगेन घटे संयोगः जायते इति स्वीकुर्मः चेत् तत्र कपालः घटेन संयुक्तः इति स्वीकर्तव्यम् अस्ति इत्युक्ते कपालः घटस्य भागः इति एव इति हा इत्युक्ते तत्र अन्य किमपि द्रव्यं नास्ति खलु तत्र केवलं घटः अपि च कपालः इति अस्ति तर्हि कपालद्वयस्य संयोगेन घटे संयोगः जायते इति वदामः चेत् घटे संयोगः इति स्वीकुर्मः चेत् घटस्य संयोगः केन सह इति प्रश्नः आगच्छति अत्र तु केवलं कपालः अपि च घटः इति द्रव्यद्वयमेव वर्तते तर्हि घटस्य संयोगः कपालेन सह इति वक्तव्यं परन्तु तथा अवयव अवयविनोः मध्ये तत्र तादृशसम्बन्धः भवति वा इति तु तत्र अस्माकम् अनुभवविरोधः अस्ति खलु तत्र वयम् अनुभवेन जानीमः एव तत्र तदा तादृशसंयोगः न भवति इत्युक्ते हस्तशरीरसंयोगः इति यदा वदामः तत्तु आनुभविकस्य विरोधः अस्ति खलु अनुभवविरोधः अस्ति आनुभविकं नास्ति तर्हि तत्र समस्या आगच्छति यतोहि पूर्वम् अस्माभिः किम् उक्तम् अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इति इत्युक्ते हस्तपुस्तकयोगो संयोगः यदा भवति तर्हि हस्ते संयोगः अस्ति चेत् तेन संयोगेन शरीरे अपि संयोगः भवति इति अस्माभिः पूर्वम् उक्तं परन्तु इदानीं यदा अवयविनोः अवयवेषु संयोगः भवति, तेन संयोगेन अवयविनि संयोगः जायते वा इति प्रश्नः भवति. इत्युक्ते तत्र केवलम् अवयवसंयोगः अन्यमूर्तान्तरेण भवति चेत् भवति, परन्तु अवयवेषु एव संयोगः भवति चेत् तादृशसंयोगः न भवति इति अस्माकम् अनुभवः अस्ति खलु. तर्हि यत् नियमः अस्माभिः पूर्वम् उक्तं तस्य किञ्चित् समस्या आगच्छति. अस्तु, तर्हि सा समस्या का, तदनन्तरं तस्य समाधानं किम् इति अग्रिमकक्षायां पश्यामः, द्रक्ष्यामः. अस्तु, धन्यवादः, शुभरात्रिः. शुभरात्रिः. नमस्ते. शुभरात्रिः. नमस्ते.